नमस्ते. अद्यतनकरपत्रमस्ति, धातुपाठे सन्ति इति पाठः गतसप्ताहात् पुनः अनुवर्तते. तर्हि जकारान्तस्य प्रकारः इति परिसमाप्य एव परिसमाप्तवन्तः खलु. तर्हि सुब्रह्मण्यमहोदय वदति वा चकारान्तानां का स्थितिः इति संक्षिप्तरूपेण. कस्य विषयं महोदय? चकारान्तान् दातुनां क्षम्यतां चवर्गीयधातूनां. अस्तु भगिनि, अत्र चवर्गीयधातोः कृते अत्र सामान्यनियमः अस्ति. अत्र खरि च, परन्तु चोः कुः तं प्रबाध्य अत्र चवर्गस्य स्थाने कवर्गादेशः भवति, झलि पदान्ते च इत्यनेन. तत्तु सामान्यसूत्रमस्ति. अनन्तरम् अत्र एकं विशिष्टसूत्रमस्ति, व्रश्च भ्रज सृज मृज यज राज भ्राज छशांशः इति. तेन अत्र ये परिगणिताः धातवः सन्ति, व्रश्च व्रज सृज मृज यज राज भ्राज, तेषां कृते अत्र अन्तिमवर्णः चकारः वा जकारः वा अस्ति, तस्य स्थाने अत्र षकारादेशः भवति. अनन्तरं षढोः कः सि इत्यनेन अत्र षकारस्य स्थाने ककारादेशः भवति. अपि च चकारस्य अपि तादृशमेव अस्ति. अत्र सामान्यनियमः अस्ति. अत्र यद्यपि चोः कुः तस्य प्रसक्तिः अस्ति, परन्तु अत्र व्रश्च भ्रज सृज मृज यज राज भ्राज छशांशः इत्यनेन अत्र चकारान्तधातु यदस्ति सीपरे अत्र षकारादेशः भवति. अपि च यदि चकारान्तधातुः रेफपूर्वकचकारधातुः चकारान्तधातुः अस्ति चेत् अस्ति, तर्हि अत्र राल्लोपः इत्यनेन रेफपूर्वकचकारस्य लोपः भवति प्रथमं, तदनन्तरम् अन्यकार्याणि. अत्र जकारस्य तु अत्र चोः कुः इत्यस्य एव प्रसक्तिः. अपि च व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशां शैतनेन अत्र ये परिगणिताः धातवः सन्ति तेषां कृते अत्र जकारस्य स्थाने षकारादेशः भवति. जकारस्य तु अत्र चोः कुः इत्यनेन एव कुत्वम् इत्यस्य प्रसक्तिः. धन्यवादः महोदय. हेमा भगिनी अग्रे अस्ति वा षकारान्तानां स्यात्? आं महोदय, षकारान्तां वा? हा आम्, षडोः कः सि महोदय किल? आं भगिनि, सत्यम्. आं भगिनि, ततः आरभ्य पठामि वा? आम् आम्, जकारान्तानां पर्यन्तं गतसप्ताहे अस्माभिः पठितं खलु, तस्य अग्रे षकारान्तानां. अस्तु महोदय, षडोः कः सि, षकारस्य लकारस्य च ककारादेशो भवति सकारे परे. तदनन्तरं ष्ठुनाष्टुः इत्य क्षम्यतां, ष्ठुनाष्टुः इत्यस्य अपवादः भवति. सूत्रं स्वयं सम्पूर्णं षडोः कः सि इति. तर्हि यत्र यत्र धातुः षकारः वा ढकारः वा अन्ते भवति चेत् तत्र तयोः स्थाने ककारादेशः भवति, यदि सकारः परे अस्ति चेत्. तदनन्तरं यदा ककारः आगच्छति अपि ककारः आगत्य तदनन्तरं सकारः अस्ति चेत् प्रथमं तत्र आदेशप्रत्ययोः तस्य कार्यं भवति, षत्वविधिः भवति, तदनन्तरं खरीचकारणेन तत्र मेलनं प्रथमसदस्यः भूत्वा तदनन्तरं मेलनं भवति इति. यत्र यत्र यद्यपि षडोः कहसि तत्र षकारस्य परे सकारः अस्ति इति कृत्वा तत्र ष्टुनाष्टुः इति सूत्रस्य प्रसक्तिः अपि अस्ति, अपि च षडोः कहसि तस्य प्रसक्तिरपि अस्ति, परन्तु षडोः कहसि नो चेत् तत्र निरर्थकः भवति इति कृत्वा अपवादत्वेन, अपि च पूर्वसूत्रम् अपि अस्ति इति कृत्वा षडोः कहसि एव कार्यं करोति, न तुष्टु नाष्टुः अत्र इति. दृष्टान्तेन अत्र दत्तमस्ति कर्ष् इति धातुः, कर्ष् योगः स्यति अस्यां स्थित्यां षडोः कहसि आगत्य तत्र षकारस्य स्थाने ककारादेशः भवति. अन्ते संयोगः अस्ति परन्तु संयोगान्तलोपः तस्य तु पदान्तकार्यम् अस्ति इति कृत्वा न प्रसक्तिरेव नास्ति अत्र. अपि च इदानीं कर्क्योगः स्यति इति भवति, इन्को वर्णः अस्ति ककारः, अपि च परे सकारः अस्ति यत् प्रत्ययस्य अवयवः अस्ति इति कृत्वा आदेशप्रत्ययोः अनेन सकारस्य षकारः भवति. तदनन्तरं कर्क्योगः स्यति इति भवति, खरीच इति कारणेन ककारस्य स्थाने ककारः एव तिष्ठति, मेलनेन कर्क्ष्यति इति रूपं प्राप्तम्. धन्यवादः. तत्पूर्वं जकारस्य अपि च झकारान्तस्य सामान्यकार्याणि त्रीणि कार्याणि अस्ति, चोः कुः इति एकं, तदनन्तरम् आदेशप्रत्ययोः, अपि च खरीच इत्यनेन चर्त्वम्. सुब्रह्मण्यमहोदयेन चोः कुः एव उक्तमासीत् इति भाति, अतः तत्तु साक्षात् प्रथमं तदेव कार्यं खलु इति कृत्वा अनन्तरम् अग्रे कार्याणि भवन्ति तत् सत्यं, किन्तु साक्षात् जकारान्तनं तु चोः कुः कृत्वा कवर्ग आदेशः भवति, अनन्तरं कवर्गः चेत् वयं पूर्वमेव कवर्गस्य कार्येण तस्य तदेव संक्षेपरूपेण वदतु महोदय इति प्रार्थितवती इति कृत्वा समयस्य अभावेन महोदय लघ्वीकृत्वा. अस्तु, इदानीं षकारान्त धातुः प्रत्ययस्य आदौ सकारः झलि, अतः धात्वन्तस्य षकारस्य स्थाने षकारादेशः भवति. व्रश्च भ्रश्च सृज मृज यज राज भ्राजश्चषां षः इति सूत्रेण, तत्र च शाम् इति तालव्यषकारः अपि अन्तर्भूतमस्ति. यदि तालव्यषकारः धातोः अन्ते अस्ति चेत् एतत् सूत्रेण तस्य षत्वं भवति इति. यथा क्रोश् योगः स्यति इति उदाहरणे षकारः षकारं षत्वं षकारस्य षत्वं भवति. किमर्थम् इत्युक्ते तत्र स्यति इति सकारः अस्ति, तत्तु जलि इति कृत्वा क्रोश् योगः स्यति. एवमेव वश् योगः सि षत्वं भूत्वा वश् योगः सि इति रूपम्. इदानीं षत्वस्य षडोः कः सि इत्यनेन ककारादेशः भवति. क्रोश् योगः स्यति षडोः कः सि इत्यनेन षकारस्य ककारादेशः, क्रोक् योगः स्यति. इदानीं आदेशप्रत्ययोः इत्यनेन इन्कोः प्रत्ययावयवस्य सकारस्य षत्वं, तत्र स्यति इति परे अस्ति, तस्य प्रत्ययस्य आदौ स्थितस्य सकारस्य आदेशप्रत्ययः इति सूत्रेण षकारं षत्वं भवति. इदानीं क्रोक्योगः श्यति मिलित्वा वर्णमेलने क्रोक्ष्यति इति रूपं प्राप्नोति. एवमेव वश् योगः सि षडो षडोः कः सि इत्यनेन षकारस्य प्रकारादेशः. वक्योगः सि आदेशप्रत्ययः इत्यनेन षत्वं. वक्योगः सि वक्षि इति रूपम् अन्तिमरूपम्. अनन्तरं यद्यपि महोदयेन अत्र न प्रदर्शितं हेमा भगिनी उक्तवती अत्र खरीच इति अपि अन्ते आगच्छति अन्तिमसोपाने. पुनः ककारः एव आयाति, रूपपरिवर्तनं नास्ति, किन्तु तद् सोपानं तत् सूत्रस्य प्रसक्तिः प्राप्तिः अपि अस्ति यद्यपि परिवर्तनं नास्ति. धन्यवादः. रामपि टवर्गः टकारः ठकारः डकारः. टकारस्य ठकारस्य डकारस्य च प्रभावेन अग्रे स्थितस्य सकारस्य ष्टुनाष्टुः इत्यनेन श्टुत्वादेशः. तदा च षकारः करि अस्ति इति कृत्वा टकारः डकारः डकारः डकाराणां चरादेशः करी च इत्यनेन. इदानीं वयं टकारः डकारः डकारः टवर्गस्य प्रथम वर्णः त्रयं वर्णत्रयम् अस्मिन् विषये. तत्र तु अग्रे स्थितस्य सकार टकार डकार डकारः प्रभावेन यद् अग्रे स्थितस्य सकारः अस्ति तस्य तु ष्टुनाष्टुः इति सूत्रेण ष्टुत्वादेशः भवति. षकारः ये ष्टुनाष्टुः इति ष्टुत्वादेशः षकारः करि अस्ति, मूर्धन्यषकारः करि अस्ति, अतः कृत्वा चर् आदेशः अपि भवति करि च इति सूत्रेण. उदाहरणरूपेण रारट् योगः अस्ति, टकारस्य मूर्धन्यटकारस्य प्रभावेण सकारस्य स्थाने षकारादेशः भवति ष्टुनाष्टुः इति सूत्रेण रारट् योगः षि. षकारः तु कर्वर्णः अस्ति इति कृत्वा करीच इति सूत्रेण जलः स्थाने चर् आदेशः भवति रारट्षि इति रूपं. लोलोट् योगः सि, तत्रापि ष्टुनाष्टुः इति सूत्रेण ष्टुत्वादेशः लोलोट् योगः षि. अनन्तरं खरीच इति सूत्रेण जलस्थाने चर् आदेशः लोलोट्षि इति. चाकड् योगः सि, तत्रापि ष्टुनाष्टुः इति सूत्रेण डकारस्य प्रभावेण सकारस्य स्थाने ष्टुत्वादेशः चाकड् योगः षि. अनन्तरं करीच इति सूत्रेण जलः स्थाने चरादेशः चाकट् षि. सुनाष्टुः पठामि वा भगिनि? सुनाष्टुः दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः मूर्धन्यषकार टवर्गीयवर्णयोः योजनेन. अनुवृत्तिसहितसूत्रं सोः ष्टुनाष्टुः संहितायाम्. अत्र ष्टुनाष्टुः इति सूत्रस्य अर्थः अस्ति यत् दन्त्यसकारः वा टवर्गीयवर्णः अस्ति चेत् तस्य स्थाने मूर्धन्यषकार आदेशः भवति. मूर्धन्यषकारः टवर्गीयवर्णः वा आदेशः भवतः. कुत्र इत्युक्ते मूर्धन्यषकार टवर्गीयवर्णयोः योजनेन. ष्टुनाष्टुः भगिनी श्रूयते वा? ष्टुनाष्टुः इति सूत्रे सम्पूर्णसूत्रं स्तोः ष्टुनाष्टुः संहितायाम् इति. तत्र स्तोः इति षष्टि, ष्टुः इति प्रथमा, ष्टुना इति तृतीया किल, तदेव किन्तु सप्तमी सूचयति वा? न तद् तु संहितायाम् इति महोदयस्य करपत्रे अत्र अत्र प्रथमः किमपि कर पाणिनीयसूत्रं कथं पठनीयम् इति अस्ति खलु तदेव इति मन्ये तत्र तृतीयविभक्ति तु केवलं योजनेन एव भवति किल अतः स्तुना अत्र तृतीया अस्ति स्तोः इत्युक्ते तत्र तृतीया इति संयोजनम् इति महोदय तस्य स्थाने प्रथमा आगच्छति यत्र स्तुः प्रथमा विभक्तौ अस्ति सकारतवर्गीयस्थाने शकारटकारादेशः भवति यदा शकारटकारयोजनेन पूर्वं वा परं वा इति न प्रश्नः नास्ति कुत्रचित् अपि पूर्वं वा परं वा उभयत्रापि कार्यं भवति तदपि मुख्यम् ओ इति कृत्वा सप्तमी नास्ति पूर्वं भवतु वा परं भवतु वा स्तोः ष्टुः आदेशः भवति इति परन्तु सप्तम्याः अत्र प्रसक्तिरेव नास्ति किल महोदय कथं सप्तमी आगच्छति इति अत्र उदाहरणे सि रारट् योगः सि तत्र सकारः अनन्तरमेव अस्ति किल महोदय यदि हल्सन्ति पाठः पठामः चेत् यद् अस्माभिः किम् आसीत् गीता गीताप्रवेशपुस्तके पठन्तः तर्हि अत्र उदाहरणार्थम् आकृष् योगः तः आकृष्टः इति अस्ति खलु तत्र तु आदौ शकारः तु आदौ आयाति उदाहरणे तर्हि आदौ भवति चेत् सकारस्य योजनेन इत्येव अर्थः तत्र न तु सप्तम्याः अतः एव अनुवृत्तिसहितसूत्रे संहितायाम् इति ष्टुः संहितायाम् धन्यवादः सरला भगिनि आं भगिनि धकार धकारस्य षडुः कः सि अष्टमाध्यायस्य द्वितीयपादे एकचत्वारिंशत् सूत्रेण इत्यनेन ककार आदेश तदा आदेशप्रत्ययो अष्टमाध्यायस्य तृतीयपादे नव पञ्चशत् सूत्रेण इत्यनेन एणको प्रत्ययव्यस्य सकारस्य षत्वं भवति षडोकसि इति सूत्रेण ककार आदेशः भवति तदनन्तरम् आदेशप्रत्ययसूत्रेण एणको प्रत्याहारस्य वाक् तस्य प्रथम पूर्वम् अस्ति तस्य स्थाने सकारस्य स्थाने षत्व षकार मूर्धन्यषकार आदेशः भवति तस्य उदाहरणमस्ति वावट् योग सि षडोकः सि वावक् योग सि भवति आदेशप्रत्ययो वावक् षि भवति अत्र ढकार अन्ते अस्ति वावक् तस्य स्थाने ककार आदेशः भवति वावक् भवति सकार परे अस्ति इदानीम् आदेशप्रत्ययोः सकार ककारपूर्वम् अस्ति तस्य प्रभावेन सकारस्य षकार मूर्धन्यषकार आदेशः भवति ककार मूर्धन्यषकारस्य मेलनेन क्ष भवति वावक्षि इति रूपं निष्पन्नं भवति अत्र पुनः यदा पूर्वम् उक्तम् अस्माभिः अत्र अन्ते खरीच इत्यपि पुनः प्रसक्तिः अस्ति कार्यम् आमां किन्तु ककारः तथैव अत्र किम् अत्र स्तुनाष्टुः इत्यस्य कार्यं न भवति वा षडोकः कार्यं भवितुं शक्नोति किन्तु षडोकः सि इति तस्य सूत्रपूर्वम् अस्ति अपि अपवादेन षडोकः सि बलं भवति कारणं कि यदि षडोकः सि कार्यं न करोति तस्य सूत्र निरर्थकं भवति इति कारणेन षडोकः सि सूत्रं कार्यं करोति यदि यद्यपि नाष्टुः तस्य प्रसक्तिः अस्ति अत्र ढकार वर्गीयस्य अस्ति सकार शकारः भवितुं शक्नोति तत्र. धन्यवादः. खरीच अपि प्रथमं कार्यं कर्तुं शक्नोति, किन्तु खरीच अपि षडोकसि पूर्वसूत्रमस्ति खरीचर् अपेक्षा. चिन्तयामः न वदामः, किन्तु खरीच सर्वत्र पेपरे खरीचति. धन्यवादः भगिनि. मणिमहोदय, नकारः इति. आं महोदय, नकारः रण रन् योः सि नकारस्य प्रभावेन सुनास्तुः इत्यनेन अग्रे स्थितस्य सकारस्य स्तुत्वादेशः रन्षि इति. अत्र शृणास्तुः इति सूत्रेण सकारस्य स्थाने शकार आदेशः, अधुना रणन्सि इति रूपं भवति महोदय. अत्र खरीच इत्यस्य कार्यमस्ति वा महोदय? खरीच इत्यस्य कार्यमस्ति वा? न न, खरीच नकारस्य स्थाने मकारस्य स्थाने न परिवर्तनं न भवति महोदय. जल् स्थाने जल् जल् प्रत्याहारेषु नास्ति इति कृत्वा नकारः नास्ति, अनुनासिकवर्णस्ति कृत्वा खरीच इत्यस्य प्रसक्तिः. तवर्गः तकारः तकारः दकारः दकारः धातो अन्तिमोः वर्णः त थ द ध एषु अन्यतमेषु अन्यतमः चेत् सकारः परे करीच इत्यनेन करीपरे जलः स्थाने चरादेशः, येषां स्थाने तकारादेशः. अनन्तरं त त द त भवति करीच इत्यनेन सकारः परे तवर्गीयानां प्रथमसदस्य आदेशः, सकारस्य कोऽपि विकारो न भवति. त त द द एषु चतुर्थ द स्थलेषु सकारे परे करीच इति सूत्रेण तकारं चरादेश चरादेश अतः प्रथमसदस्य त एव सकारस्य कोऽपि विकारः नास्ति चेत् त एव तिष्ठति इति महोदय. उदाहरणं च छत् योः सि करीच इत्यनेन प्रथमसदस्य तकार आदेशः तदा तदेव तिष्ठति. सो सि स्थाने न परिवर्तनं भवति, च छत् सि इति पदं भवति. वाव्यत् योः सि करीच इति सूत्रेण प्रथमसदस्य तकारः भव तदेव तिष्ठति, तदेव न प्रथम तकारः आगच्छति. वाव्यत् योः सि वाव्यत् सि अद् योः सि इति करीच इत्यनेन तृतीयतकारः चर्त्वं भवति, प्रथमतकारः अस्ति, अतः अत् योः स्यति अत् स्यति इति रूपं. क्रोध् योः स्यति करिच इति सूत्रेण चतुर्थतकारः प्रथमतकारः आगच्छति, अत् क्रोध् योः स्यति क्रोध् स्यति इति रूपं भवति. विशेषः अस्मिन् सम्मुखे ओ बसोबस् इत्यस्य सम्भावना वर्तते. आं भगिनि, इदानीम् अत्र तवर्गे अत्र विशेषः अपि अस्ति. अस्मिन् समूहे बशोभष् इत्यस्य सम्भावना वर्तते. सूत्रमस्ति अत्र एकाचो बशोभष् झषन्तस्य भोः. अत्र बशः भषादेशः, यथोदाहरणमत्र बन्ध् योगः स्यति. अत्र एकाचो बशो भष् झषन्तस्य भोः इत्यनेन अत्र धातोरवयवो यो झषन्त एकाच् तस्य बषः भषादेशः सकारे परे बन्ध् योगः स्यति. इदानीमत्र खरीच इत्यनेन प्रथमसदस्य आदेशः भन्त् योगः स्यति भन्स्यति. इदानीमत्र उदाहरणमस्ति बन्ध् इति धातुः प्रत्यये अस्ति अत्र स्यति इति. अत्र यद्यपि खरिच इत्यस्य प्रसक्तिः अस्ति परन्तु अत्र अन्यं सूत्रमस्ति एकाचो भषो भष् झषन्तस्य भोः इति सूत्रम्. अत्र निमित्तानि कानि इत्युक्ते अत्र धातोः अवयवः एकाचः अपि च बषादि इत्युक्ते ब जगडद अपि च अन्ते अवयवस्य अन्ते झष् प्रत्याहारस्य कश्चन वर्णः अपि च अनन्तरं सकारादिप्रत्ययः वा ध्वशब्दः वा अस्ति. तर्हि अत्र बष् प्रत्याहारस्य वर्णस्य स्थाने भष् आदेशः भवति. इदानीम् अस्मिन् उदाहरणे अत्र बन्ध् योगः स्यति. बन्ध् इति धातोः अत्र एकः एव अच्वर्णः अस्ति अपि च धातुः बषादिः अस्ति इत्युक्ते अत्र आदौ अत्र बकारः अस्ति अपि च झषन्तः अस्ति इत्युक्ते धकारः झष् प्रत्याहारस्य वर्णः. अनन्तरं स्यति इति अस्ति अत्र सकारादि प्रत्ययः. अतः एकाचो भषो भष् झषन्तस्य भोः इत्यनेन अत्र प्रथमं यः बकारः अस्ति तस्य स्थाने भकारादेशः भवति इत्युक्ते महाप्राणभकारः भूत्वा अत्र प्रथमं बन्ध् योगः स्यति. इदानीमत्र खरीच इत्यनेन किं भवति इत्युक्ते अत्र धकारः झल् प्रत्याहारस्य वर्णः सकारः झल् वर्णः अतः झलां चर् खरि संहितायाम् इत्यनेन अत्र धकारस्य स्थाने प्रथमसदस्यः तकारः भन्त् योगः स्यति भन्स्यति इति रूपं अन्ततो गत्वा भन्स्यति इति भवति. अत्र मम अत्र किम् इत्युक्ते विद्याभगिनी महोदयं पृष्टवती कृत् महोदयं तदनन्तरं महोदय करपत्राणि परिशीलितवान् अग्रिम अनन्तरं वर्गेपि उक्तवान् अत्र सकारादिप्रत्ययः भोः इत्यस्य अर्थः सकारादिप्रत्ययः इति नास्ति केवलं वर्णनिमित्तिकमेव अस्ति अत्र सकारे परे इति एव स्मर्तव्यम् सकारे परे एव प्रत्यय वर्णं निमित्तकार्यं न तु अङ्गकार्यम् इति उक्तवान्. अनन्तरम् उक्तवान् अत्र एकाच एव केवलम् एकाच धातुः धातुः एव तादृश आं भगिनि अत्र अवयवः इति अवयवः इति अपि उक्तवान् महोदयः परन्तु अस्मिन् उदाहरणे तु धातुः एव तथा अस्ति परन्तु तथा केवलं तथा एव इति न धातोः अवयवः कस्यचित् अवयवः तस्मिन् एकः एव अचुवर्णः अपि च स च अवयवः बषादिः अपि च झषन्तः भवति चेत् अनन्तरं सा वा ध्वा शब्दः अस्ति चेत् एतस्य प्रसक्तिः अस्ति इति. धातोः साक्षात् रूपम् इति नास्ति किन्तु यत्र प्रक्रियां कृत्वा आगच्छामः तस्मिन् समये मध्येपि तादृश एकाच बश् क्षम्यतां बश् बश् बषादिजषन्त अवयवः अस्ति चेत् तस्यपि तत्रापि कार्यं भवति. अत्र मम एकः प्रश्नः अस्ति भगिनि. इदानीं प्रथमम् अत्र एकाचो भषो भष् झषन्तस्य द्वोः इत्यनेन अत्र बन्ध् इति अभवत्. अनन्तरं खरीच इत्यनेन अत्र धकारः तकारः भवति. इदानीं तकारः पूर्वं धकारः आसीत् तन्निमित्तेन एव अत्र बकारः भकारः अभवत्. परन्तु इदानीं यः यः वर्णः निमित्तम् आसीत् तत्तु नास्ति अत्र. अतः निमित्तस्य अपाये नैमित्तिकस्य अपायः अपि एकं वयं दृष्टवन्तः पूर्वम्. अत्र तत् कार्यं न करोति वा इदानीं? न महोदय, एतद् अस्ति समीचीनप्रश्नः. अन्येषां कः अभिप्रायः? प्रश्नः पुनः वदतु महोदय. अत्र अत्र बन्धयोगः स्यति इति दृष्टान्ते भगिनि, अत्र बकारः भकारः महाप्राणभकारः अभवत्. किमर्थमित्युक्ते अत्र एकं निमित्तम्, अन्यानि निमित्तानि अपि सन्ति परन्तु एकं निमित्तम् अस्ति झषन्तः इत्युक्ते धकारः. परन्तु यदा बन्धयोगः स्यति भवति खरीच इत्यनेन अत्र धकारः तकारः भवति इदानीम्. अतः एकम् एकस्य निमित्तस्य अपायः भूत्वा अत्र नैमित्तिकस्य अपि अपायः भवति इति एकं वयं दृष्टवन्तः किल भगिनि. अपायः न अपायः न इति अपायः इत्युक्ते अपगच्छति, केवलम् आदेशः आदेशरूपेण तकारः आयाति इति कृत्वा तत् कार्यम्. यदि लोपः भवति चेत् तदा, इदानीं तु लोपः न, परन्तु अत्र अन्यं तस्य स्थाने अन्यवर्णः आगतः. परन्तु लोपः अपि आदेशः एव, परन्तु लोपस्य विषये किञ्चित् भिन्नरूपेण वयं द्रक्ष्यामः. समीचीनं भगिनि, धन्यवादः. भगिनि, मम एकः प्रश्नः अस्ति. बन्धः अस्ति अत्र एकाच् बकार बाष्प्रत्याहारे, तस्य अनन्तरम् अकार एकाच् अस्ति, तस्य अनन्तरं नकार अस्ति, तस्य प्रभावं न भवति एतत् संयुक्तवर्णः अस्ति चेत् अपि न चिन्ता. तथापि एकाच् अस्माकं निमित्तानि कानि सन्ति, एकाच् भवतु वशादि भवतु जषन्तं भवतु इति अस्ति खलु. मध्ये कः वर्णः किमपि वर्णः अस्ति वा इति सूत्रे न उक्तम् अस्ति, तर्हि तस्य किमपि कार्यम् अस्ति. अनन्तरम् अत्र नुमागमः नश्यापदान्तस्य जलि इत्यनेन अनुस्वार आदेशः तादृशकार्यमपि भवति, किन्तु महोदय न प्रदर्शितवान्, तदपि चिन्तनीयम् अस्ति. अस्तु, धन्यवादः. धन्यवादः भगिनि. अन्यत् एकः प्रश्नः अस्ति. इतः पूर्वमेव नकारस्य विषये मणिमहोदयेन पठितं. तत्र तत्र आसीत् रम्रण् इति उदाहरण. एकनिमिषं स्वीकृष्य इदानीं रम्रण् इति अस्ति. रम्रण् तु यङ्लुगन्तरूपम् इति मन्ये, परन्तु तत्र धातुः तु रण् एव अस्ति. ह्यः विद्याभगिनी अपि पृष्टवती रण् रण् इति भवति चेत् तत्र नश्चापदान्तस्य झलि केवलं मकारस्य नकारस्य एव अनुस्वारः भवति, न तु नकारस्य, किल? तदर्थं तस्य कृते भिन्नभिन्नसूत्राणि, अभ्यासस्य भिन्नभिन्नसूत्राणि भवति भगिनि. यत्र यथा अस्माभिः जुहोत्यादिगणे दृष्टं तादृशमेव यङ्लुक्यपि भिन्न अभ्यासूत्राणि. तर्हि अत्र अनुस्वारस्य कारणं भिन्नम् अस्ति इति प्रायः भवेत् इति. अस्तु भगिनि, भानुवासरवर्गे महोदय अग्रे पाठयति इति अपि च. नमस्ते, नमस्ते भगिनि, अहं विलम्बेन आगतवती. नमस्ते भगिनि, विद्या भगिनि, स्वागतम्. अद्य अहं केवलं भवत्याः एव अधुना भवत्याः एव किम् अस्ति टापिक् अस्ति अत्र एकवर्षम् अस्ति अस्तु भगिनि पृच्छतु भगिनि हेमा भगिनी किमपि उक्तवती खलु हेमा भगिनी किमपि वद तावदेव अस्तु धन्यवादः सरला भगिनी अभवत् वा किमपि अन्य प्रश्नः आं महोदय बुद्धियोगहस्यते तत्र प्रथमं पुगन्तलघुपदस्य कारण सूत्रं कार्यं करोति इत्यनेन तत्र उपदास्थितस्य उकारस्य गुणः भूत्वा बोधयोगः स्यते इति भवति. इदानीं बोध् तत्र बकारः भस्वर्णः अपि च धकारः भस्वर्णः अपि च एकः एव अच् अस्ति तत्र इति कृत्वा एकाचो भशो भष् जषन्तस्य स्त्वोः तदनन्तरं सकारः सवर्णः अस्ति इति कृत्वा बकारस्य स्थाने भकारः आयाति. तर्हि इदानीं भोद्योगः स्यते इति भवति. इदानीं खरीचसूत्रस्य प्रसक्तिप्राप्तिः अपि च धकारस्य स्थाने तकारः आगत्य प्रथमसदस्यः भोद्योगः स्यते भोत्स्यते इति रूपं भवति. तत्र परिचयः एव एकाचो बशो बषन्तस्य स्तोः अस्य एव अग्रिमं महोदय एतदपि उक्तवान् यदि सकारः ध्वशब्दः धातोः एव अग्रे इति नूतन भागः न किन्तु धातोः एव भागः अस्ति चेदपि कार्यं भवति इति उक्तवान्. अस्तु प्रत्ययस्य न धातोः मध्ये अपि भवितुं शक्नोति इति उक्तवान्. पूर्वं वयं जषन्तदातुः इति वदामः तादृशचिन्तनम् मास्तु इति. धन्यवादः. परिचयः इति भागः परिचयः आं पठामि भगिनि. परिचयः धातोः आदौ पश् इत्युक्ते ब ग ड द तृतीयवर्णाः केवलं चत्वारः वर्णाः एव अपि च अन्ते झष् जकारं विहाय अपि च झष् अन्ते इत्युक्ते धातोः अन्ते न तदनन्तरमिति झ भ घ ड द तस्य धातोः नाम एकाच् बशादि जषन्त धातुः इति धातोः अवयवः इति स्वीकुर्मः. यथा बन्ध् धातुः बुध् धातुः च यदि उपर्युक्तहकारान्तधातुसम्बन्धसूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः दृष्टान्ते दुः इति स्वीकुर्मः चेत् तत्र दादेर्धातोर्गः कारणेन हकारस्य स्थाने घकारः आगच्छति. तथैव होडः अपि कार्यं करोति किल भगिनि तत्रापि ढकारः चतुर्थः तर्हि सोऽपि तादृशो धातुः एव भवति. एकाच् बशादिजषन्तधातोः आदौ स्थितस्य बशः स्थाने भषादेशो भवति. भषादेशो इत्युक्ते तत्र चतुर्थवर्णाः भ घ ड द तत्र झकारः न दत्तम् आजकारः अपि अस्ति सकारादिप्रत्यये परे अत्र झकारः विहाय खलु बशः स्थाने तु केवलं चत्वारः एव सत्यं ब ग ड द स्थाने भ घ ढ द इति यदि सकारः वा ध्व इति शब्दः ध्वनिः परे भवति चेत् अत्र सकारादिप्रत्यये अयमपि परिवर्तनीयं किल पदान्ते च अतः वदामः यत् त्रीणि चत्वारि चत्वारि चत्वारि इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः अन्ते च वर्गस्य चतुर्थसदस्यः तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति. आहत्य त्रीणि चत्वारि चत्वारि चत्वारि इति विकारः. ध्येयं यत् अयं भष्वर्णः धातोः अन्तिम अंशस्य आदौ अपि भवितुमर्हति. मध्ये अपि भवितुम् अर्हति इदानीम्। अनेन धातुः अनेकाच् चेतपि तस्य धातोः एकाच् बशादिजषन्तदात्वंशः अस्ति चेत् अत्रापि 3444 इति विकारो भवति। स्पष्टमस्ति किल भगिनि वक्तव्यं? एकाचो भषो भष् झषन्तस्य ध्रोः धातोरवयवो यो झषन्त एकाच् तस्य भषः भषादेशो भवति सकारे परे द्वशब्दे परे पदान्ते च। अनुवृत्तिसहितसूत्रं धातोः एकाचः झषन्तस्य भषः भष् स्थोः पदस्य अन्ते च। अत्र धातोः इति दत्तमस्ति किन्तु धात् अवयवोः इति अवगन्तव्यम्। अनुवृत्तिसहितसूत्रं अस्तु। एकाचो भषो भष् झषन्तस्य ध्वोः धातोरवरेवो यो झषन्त एकाच् तस्य भषः भषादेशो भवति सकारे परे द्वशब्दे परे पदान्ते च। अनुवृत्तिसहितसूत्रे एकाचः झषन्तस्य इत्यनयोरेव विशेषणविशेष्यभावः। धातोः तादृशांशः इति तात्पर्यम्। अनेन धातोः एकाच् वा तदादिकाः वा अर्हाः। एकाच् यस्मिन् सः एकाच् बहुव्रीहिः तस्य एकाचः। झष् अन्ते यस्य सः झषन्तः बहुव्रीहिः तस्य झषन्तस्य। स च ध्व च स्ध्वौ इतरेतरद्वन्द्वः तयोः स्ध्वोः। एकाचः षष्ट्यन्तं भषः षष्ट्यन्तं भष् प्रथमान्तं झषन्तस्य षष्ट्यन्तं स्थोः सप्तम्यन्तम् अनेकपदमिदं सूत्रं। दादेर्धातोर्घः इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः स्कोः संयोगाद्यरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः पदस्य इत्यस्य अधिकारः। अनुवृत्तिसहितसूत्रं धातोः एकाचः झषन्तस्य भषः भष् स्धोः पदस्य अन्ते च इति पूर्णसूत्रम्। तत्र धातोः इति धातोर् अवयवोः इति अवगन्तव्यम्। यदि धातोः एकस्य अंशे तद् आदं वा आदौ वा भवतु अन्तिमे वा भवतु मध्ये वा भवतु तत् अवयवे आदौ तत् अवयवस्य आदौ भष् अस्ति चेत् अपि च अन्ते भष् अस्ति चेत् अपि च तस्मिन् एक तत् एकाच् अस्ति चेत् सकारः वा ध्व वा परे अस्ति चेत् अस्य सूत्रस्य प्रसक्तिः अस्ति। अपि च पदान्ते अपि अस्य सूत्रस्य प्रसक्तिः अस्ति। नकारः सकारः जलि अतः नश्चापदान्तस्य जलि इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः। हन् योगः सि अत्र नश्चापदान्तस्य जलि इति सूत्रेण नकारस्य स्थाने अनुस्वारादेशः हंसि। मन् योगः स्यते अत्रापि नकारस्य स्थाने अनुस्वारादेशः नश्चापदान्तस्य जलि इति सूत्रेण मन्स्यते नश्चापदान्तस्य जलि। अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति जलि परे। जल् प्रत्याहारे वर्गस्य प्रथम द्वितीय तृतीय चतुर्थ च वर्णाः अपि च षषसः इति वर्णाः अन्तर्भूताः। पदस्य अन्तः पदान्तः न पदान्तः अपदान्तः तस्य अपदान्तस्य नः षष्ट्यन्तं च अव्ययपदम् अपदान्तस्य षष्ट्यन्तं जलि सप्तम्यन्तम् अनेकपदमिदं सूत्रं मोनुस्वरः इत्यस्मात् मह अनुस्वरः इत्यनयोः अनुवृत्तिः तयोर्वा वचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अपदान्तस्य मह नः च अनुस्वारः जलि संहितायाम् एतत् सूत्रं वदति यदा अपधान्तस्य नकारः वा मकारः वा अस्ति चेत् तस्य स्थाने अनुस्वारादेशः भवति निमित्तमस्ति जलिपरे जल्युक् इत्युक्ते अननुनासिकवर्गीयव्यञ्जनानि शशसः अन्तर्भूता अपि धन्यवादः पवर्गः पकार फकार बकार भकार धातोः अन्तिमो वर्णः प फ ब भ येषु अन्यतमश्चेत् साधि प्रत्यये परे तस्य वर्णस्य स्थाने पकारो भवति प फ ब भ प खरि च इत्यनेन सकारे परे पवर्गीयवर्णानाम् अपि प्रथमसदस्य आदेशो भवति सकारस्य कोऽपि विकारो न भवति यदि पवर्गस्य वर्ण पञ्चम अनुनासिकवर्ण विहाय प्रथम वर्णपकार द्वितीय भकार तृतीय भकार चतुर्थ भकार एते सदस्याः सन्ति तत्र खरि च सूत्रेण प्रथमं कार्यं करोति सकारे परे ते सर्वे वर्णाः झर् प्रत्याहारे आगच्छन्ति तस्य परे खर् सकार खरि खर् प्रत्याहारे आगच्छति तद् तत् कारणे प्रथमवर्णपकार आगच्छति आदेशरूपेण सकारस्य कोऽपि विकारः न भवति यथा वंतवर्गीय वर्णं स्तवर्गीय प्रति दृष्टवन्तः आप् योगस्यति खरि च इत्यनेन प्रथमसदस्य तिष्ठति आप्स्यति इति भवति रारफ् योगस्य खरि च इत्यनेन पकारस्य पकार आगच्छति रारफ् योगस्य रारप्सि इति भवति चाकब् योगस्य खरि च इत्यनेन बकारस्य प्रथमवर्णपकार आगच्छति चाकप् योगस्य चाकप्सि लालब् योगस्य खरि च इत्यनेन बकारस्य स्थाने पकार आगच्छति लालप्सि इति भवति तदनन्तरम् अन्यविशेषः अपि भवति दादं भष् भाव यथा वयं अग्रे दृष्टवन्तः एकाचो भषो भष् झषन्तस्य सिद्धो इति सूत्रेण दादं योगसि अत्र भकार परे अस्ति अन्तिमम् अस्ति भकार पवर्गीय स वर्ण अत्र दम्भ अत्र भष् दकार भष् प्रत्याहारे अस्ति तस्य अनन्तरम् एकाचो अस्ति भकार झष् प्रत्याहारे अस्ति तस्य एकाचो भषो भष् इत्यस्य प्रसक्तिः भवति दाधं योगसि एकाचो भषो भष् झषन्तस्य सिद्धो इत्यनेन धातोरवयवोः यो झषन्त एकाश् तस्य भष भषादेशसकारे परे दाधं योगसि इति भवति दकारस्य स्थाने तस्य चतुर्थवर्णधकार आगच्छति दाधं योगसि भवति इदानीं खरि च पुनः कार्यं करोति भकारस्य स्थाने पकार आगच्छति दाधं योगसि दाधंसि इति भवति अत्र नश्चापदान्तस्य झलि इत्यनेन नकारस्य अनुस्वारस्य ययि परसमन इत्यनेन अनुस्वारस्य मकार इति यथा सामान्यं भवति नश्चापदान्तस्य झलि नकारया अनुस्वारः भवति झलि परे तत् यथा मकारः अस्ति तस्य अहं न अवगच्छामि अत्र अत्र किम् इति अत्र मकारः इम्ब् इति अस्ति तर्हि मकारः तु नुमागमः अस्ति तर्हि नुमागमः प्रथमं भव आयाति दादब् इति प्रायः स्यात् अत्र नुमागमः आगत्य अत्र नश्चापदान्तस्य जलि इति अस्ति खलु तर्हि तद् तु परसूत्रमस्ति तर्हि तत्तु प्रथमं कार्यं न करोति प्रथमं दादन्ब् इति प्रायः भवेत् अत्र एकाचो वशवश्यत्येन दशन्तस्य कोः इति कारणतः दादन्ब् इति भवति धन्ब् इति भवति अनन्तरम् एकाच तस्य सूत्रस्य अनन्तरं निश्चापदान्तस्य चलि कार्यं करोति अनुस्वार दादां मकारस्य स्थाने अनुस्वारः भवति अनन्तरं खरीच इति भवति अन्ते तु अनुवारते अनुस्वारते इति भगिनी परन्तु अत्र नश्चापदान्तस्य झलि अनुस्वारस्य यये परसवर्णः द्वयोः कार्यम् अत्र मकारे अत्र यः यत्र मकारः अस्ति तत्र अस्ति परन्तु एकाचो भषो भष् झषन्तस्य द्वोः इति तु अन्यत्र अस्ति एकत्र नास्ति किल भगिनि समानस्थले नास्ति किल यद्यपि यदि नश्चापदान्तस्य जलि इति सूत्रम् आदौ एव कार्यं करोति चेत् अत्र दादम् इति यथा महोदयेन प्रदर्शितं तथा एव आसीत् चेत् चेदपि तद् कार्यं न पश्यति खलु एकाचोषभश तत्तु नकारमेव पश्यति इति कृत्वा न आदौ न करोति कार्यं करोति न कार्यं करोति परन्तु अत्र क्रमस् अत्र पश्यति वा न पश्यति तस्य कोऽपि प्रामुख्य किमपि प्रामुख्यं नास्ति किल भगिनि न तत् तु अस्ति इति महोदय उक्तवान् तदेव अस्माकं गतसप्ताहे अपि किञ्चन कार्यं क्लेशः अभवत् आसीत् वयं तु महोदयं पृष्टवन्तः तर्हि महोदय उक्तं तादृशकार्यम् अस्ति तद् चिन्तयित्वा यद्यपि अत्र यङ्ग्लुगन्तरूपम् इति चिन्तयामः यङ्ग्लुगन्तरूपम् अस्ति अत्र सायस्य तर्हि यद्यपि यङ्ग्लुगन्तरूपं तु अन्तिमरूपं दादम्ब् इति अस्ति यङ्ग्लुगन्तरूपस्य किन्तु यदि वयम् अग्रे गत्वा यदा अधुना लट्लकारम् अधिमकुश कुर्मः तर्हि अन्तिमरूपं स्वीकृत्य न कर्तुं शक्नुमः किमर्थम् इत्युक्ते तत्र नशापदान्तस्य जलि इति कार्यम् अभवत् खलु इति कृत्वा कर्तुं शक्नुमः तद् कार्यं न पश्यति इति कृत्वा दादन्ब् इति स्वीकृत्य एव करणीयम् इति महोदय उक्तवान् सूत्रक्रमेण कर्तव्यं चेत् इत्युक्ते अत्र दादम्ब् इति धातुः इति न नेतुं शक्नुमः इति वा भगिनि इत्युक्ते नकारः एव भवेत् अत्र प्रथमम् अन्ततो गत्वा नकारः अनुस्वारः अपि च मकारः भवति इति न तु पूर्वं मम अवगमनम् अस्ति अत्र यदि किमपि बाधा अस्ति चेदेव अन्ततो करणीयं नो चेत् पूर्वमेव करणीयम् इति बाधा अस्ति चेदेव अनन्तरं करणीयं किन्तु किन्तु तत्तु क्रमः तत्तु अस्मा किन्तु क्रमेण चिन्तयामः चेत् अनन्तरमेव कुर्मः उदाहरणार्थम् अहं पृष्टवती अस्माकं गतसप्ताहे एव प्रायः विद्याभगिनी अपि उक्तवती इति मन्ये अत्र प्राप्रच्छति धातुः आसीत् खलु प्राप्रच्छति स्थितौ इच्छ इति भवति यङ्ग्लुगन्तरूपं प्राप्रच्छ इति भवति खलु किन्तु अस्माभिः यत् नेतव्यम् इत्युक्ते इच्च इति एव नेतव्यम् चेच इति यत् चोः शुनाशुन इति यत् कार्यम् अभवत् न तद् न स्वीकुर्मः उदाहरणार्थम् अस्मिन्नेव करपत्रे आदौ महोदय पश्यति चेत् चकारान्तानां तत्र पश्यति चेत् महोदय इच्छ इति तत्र लिखितवान् किन्तु अहम् ईपत्ररूपेण पृष्टवती चकारस्य प्रकारद्वयम् इति अस्ति खलु तत्र तु प्राप्रत् इच्छ इति किमर्थम् इत्युक्ते षडोः कः अस्ति तद् सोः श्नाशुः कार्यं न पश्यति खलु इति कृत्वा प्राप्रक् च इति एव स्वीकृत्य एव कार्यं कर्तुं तथा सोपानं तथा भवति किं पुनः पुनः वदतु भगिनि एकवारम् अत्र अत्र महोदय पश्यति वा सकारस्य प्रकारद्वयम् इति प्राप्रच् इति लिखितं लिखितमस्ति महोदय किन्तु अस्माभिः अत्र तुगागमने तुगागमेन एव सः चकारः आगतः खलु अत्र तत्तु आदौ तुक् आसीत् इत्यपि आसीत् तर्हि अनन्तरं सोः शुनाशुः इत्यनेन चकारः अभवत् चकारस्य प्रभावेन खलु तर्हि अनन्तरम् अधुना तर्हि प्राप्रच् इति यङ्लुगन्तदातुः अनन्तरं सी इति लट्रूपं निर्माणं कुर्मः तस्मिन् समये षडोः कः सी इति कार्यं करोति खलु किन्तु षडोः कः सी इच्छ इति न पश्यति इच्छ इति न पश्यति इच्छ इति एव पश्यति तर्हि तादृशकार्यम् अग्रे गत्वा एव करणीयम् इत्युक्ते अत्र अत्र तकारे चकारः अपि न भवति चकारे छकारः अपि न भवति परन्तु अत्र केवलं पाप्रच् इत्येव भवति इत्युक्ते संयुक्ताक्षरं न भवति यगलुगन्तधातोः यथा अत्र सि योजयामः तस्मात् पूर्वं अत्र दृष्टान्ते पाप्रच् इति अस्ति चकारे छकारः अस्ति तथा तत् न परन्तु अत्र पाप्रच् छकारः एव यथा किमर्थमित्युक्ते चेच इति सूत्रं षडोः कः सी इत्यस्मात् चेच इति प्रायः षष्ठ अध्यायस्यति इति मन्ये तर्हि तद् तुगागमः तु पश्यति तर्हि तुगागमः भवति एव अनन्तरं किन्तु सोः श्नाशुः न कार्यं करोति परन्तु तत्तु समीचीनं वा इदानीम् अन्यप्रश्नः अस्ति भगिनि अत्र यदि पाप्रच् इति अस्ति इदानीम् अत्र सि योजयामः अत्र व्रश्च भ्रज सृज मृज यज राजभ्राजश्चशांशः इत्यनेन अत्र छकारस्य स्थाने षकारः इदानीं यः तकारः अस्ति तस्य किं सत्यं किं महोदय तर्हि अत्रापि लोभः न भवति खलु किन्तु प्रत्यय निमित्तापायनमिति कस्यापि अपायः इत्यनेन एवं भगिनि किमपि इदानीं चर्चा मास्तु भगिनि अग्रे गमिष्यामः तर्हि चिन्तयामः महोदय अस्तु भगिनि धन्यवादः अहं लिखामि नो चेत् तर्हि धातुनिर्माणसमये अपि वयं सूत्रक्रमं द्रष्टव्यम् इति वा धातुः अन्तिमरूपाणाम् आमां तत्तु वक्तव्यम् अन्तिमरूपं तु प्राप्रच्छति एव अन्तिमरूपम् अस्ति किन्तु अग्रे यदि लट्लकाररूपं तादृश निर्माणसमये प्रत्ययः परे आगच्छति चेत् तस्मिन् समये पुनः अन्तिमकार्याणि यत् वयं कृतवन्तः वैमित्तिककार्याणि तानि कदाचित् प्रसक्तिः न भवति इति यतोहि सर्वत्र वयं पूर्वं दृष्टवन्तः अनुस्वारस्य नश्चापदान्तस्य जगि अनुस्वारस्य ई परसवर्णः इति कृत्वा नकारः मूले आसीत् इति कृत्वा मकारः वा अन्यवर्णानि अन्यवर्णाः आगच्छन्ति परन्तु तदनन्तरं वयं पदनिर्माणसमये सूत्रक्रमं न उदाहरणं स्वीकृत्य द्रष्टव्यं भगिनि किमर्थमित्युक्ते अन्तिमकार्यं यथा भवति इति दृष्ट्वा एव अनन्तरं तत्र अनन्तरं यत् कार्यं भवति तदपि स्वीकृत्य एव द्रष्टव्यं भवति खलु. तर्हि किमपि दृष्ट्वा पृच्छामि. प्रायः विद्या भगिनी किमपि वक्तुमिच्छति वा? भगिन्याः एव प्रश्नः आसीत् खलु धातुविषये वा? अन्तिमरूपं यत् भवति अत्र प्रापृच्छति गतसप्ताहे भगिनी एव उक्तवती खलु. अहं चिन्तयामि सामान्यतया यदि यदि इदि धातुः अस्ति अथवा तत्र पच् इति एव धातु इति धातु वयं स्वीकुर्मः अग्रे लट्लकारस्य कृते यदि विकर्णप्रत्ययः आयाति तत्र तु हल्सन्धिविषयः नास्ति. यत्र हल्सन्धिविषयः अस्ति तत्र एव हल्सन्धि सर्वाणि सूत्राणि अष्टमाध्यायस्य अष्टमाध्याये सन्ति इति कृत्वा अष्टमाध्यायस्य द्वितीयपादात् आरभ्य एव अत्र क्रमस्य विषयः अस्ति. त्रिपाद्यामेव क्रमस्य विषयः अस्ति इति कृत्वा तत्र एव धातुः तत्र धातुनिर्माणसमये अपि क्रमस्य विषयः अस्ति. अन्यत्र सर्वत्र यदि वयं हल्सन्धिः कुर्मः तत्र तु धातुः पच् इति एव वयं स्वीकुर्मः. तत्र तु एतादृशस्थितिः नास्ति इति अहं चिन्तयामि. किमर्थमित्युक्ते पूर्वमपि महोदय लम्ब् इति धातुविषये तदपि ला लम्ब् इति अस्ति तत्रापि महोदय तत्र तत्र बहु किमपि विवरणं कृत्वा किमर्थं ला लम्ब् इति एव स्वीकुर्मः इति उक्तवान् इति कृत्वा केवलं हल्सन्धिविषये एव वयं क्रमं कृत्वा धातु किम् इति धातुः कः इति पश्यामः इति अहं चिन्तयामि. धन्यवादः भगिनि. तर्हि सरलभगिनी प्रश्नः अस्ति वा अधुना नष्टापदान्तस्य इति अनुस्वरति इति वाक्यम् आसीत् अग्रे. धन्यवादः मणिमहोदय. मकारः षकारः जलि अधः नश्चान्त अपदान्तस्य जलि इत्यनेन अपदान्तस्य मकारस्य स्थाने अनुस्वारादेशः भवति. जलि परे षकारः जलि अधः अपदान्तस्य स्थाने मकारस्य स्थलेषु अनुस्वारं भवति इति वदति. उदाहरणार्थं रं योः श्रियते नश्चान्तपदान्तस्य जलि इत्यनेन रं श्रियते इति अनुस्वारं भवति मकारस्य स्थाने. धन्यवादः महोदय. किञ्चित् ध्वनिः सम्यक् न श्रूयते अस्मान्ते. किञ्चित् अधुना कुत्रचित् क्लेशः अस्ति अत्र. किमर्थम् अनुस्वारस्य ईपरसवर्णः कार्यं न करोति? अनुस्वारस्य अनुस्वारस्य परसवर्णः न करोति मकारस्य अस्ति. परस्वर्णः सकारः एव अस्ति किल. यै प्रत्याहारे नास्ति इति कृत्वा न करोति. धन्यवादः. पठामि वा महोदय? पर्याप्तं महोदय. किञ्चित् ध्वनिः सम्यक् न श्रूयते महोदय. अतः एव धन्यवादः. भगिनि यकारः वकारः यकारस्य लोपः भवति सकारे परे, सकारः वल् प्रत्याहारे विद्यमानत्वात्। जहाय् योगः सि जहासि। अत्र इदानीं यकारवकारः अन्ते अस्ति चेत् तदनन्तरं सकारादिप्रत्ययः वा सवर्णः वा अस्ति चेत् किं भवति इति। इदानीमत्र दत्तमस्ति यकारस्य लोपः भवति सकारे परे, किमर्थमित्युक्ते सकारः वल् प्रत्याहारे अस्ति, अतः अत्र यकारस्य लोपः भवति। उदाहरणमस्ति जहायोगः सि जहासि इति। अत्र यकारस्य लोपः भवति किमर्थमित्युक्ते परे यकारः सकारे परे अस्ति, अतः। सूत्रमस्ति लोपोर्व्योर्वलि, वकारयकारयोः लोपो भवति वल् प्रत्याहारे परे। व च य च व्यौ इतरेतरद्वन्द्वः, तयोः व्योः लोपः प्रथमान्तं, व्योः षष्ठ्यन्तं, वलि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्। सूत्रं स्वयं सम्पूर्णं, व्योः लोपः वलि। अत्र एतत् वयं पूर्वमपि दृष्टवन्तः हल्सन्धेः विषये। अत्र वकारयकारयोः लोपः भवति वल् प्रत्याहारस्य वर्णः परः अस्ति चेत्। इदानीमत्र जहायोगः सि इत्यस्मिन् उदाहरणे पूर्वं यकारः अस्ति, अनन्तरं सकारः अस्ति, अतः यकारस्य लोपः भूत्वा जहासि इति रूपं निष्पन्नं भवति। क्षम्यतां महोदय। इदानीं वकारस्य अपि लोपोभ्योर्वलि इत्यनेन लोपो भवति स्म, किन्तु वस्तुतः किमपि उदाहरणं नास्ति यतोहि यङ् लुकि न प्राप्यते, ततः अन्यत्र तु न भवति एव। अन्यत्र सर्वत्र सार्वधातुकप्रक्रियायां विकरणप्रत्ययः मध्ये आयाति, आर्धधातुकप्रक्रियायाम् इडागमः मध्ये आयाति, अतः वकारसम्बद्धहल्सन्धेः अवसरः नास्ति। तर्हि अन्ते यकारः अस्ति चेत् तत्र लोपो व्योर्वलि इति कारणेन यकारस्य लोपः भवति, परन्तु यत्र वकारः अस्ति तत्रापि लोपोभ्योर्वलि इत्यस्य इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु तादृश उदाहरणं किमपि नास्ति यङ्ग्लुकि, अपि च अन्यत्र अपि वकारस्य प्रसक्तिः नास्ति इति। परन्तु वकारान्तधातूनां यङ्ग्लुक् रूपं न भवति इति महाभाष्यकार तर्हि वकारान्तधातूनां यङ्ग्लुक् रूपमेव न भवति, केवलं रेफः पूर्वः अस्ति चेत् एव यङ्ग्लुक् रूपं भवति। तदेव मम प्रश्नः आसीत्। तर्हि रेफस्य उपादायां रेफस्य विना अन्यरूपाणि न सन्ति इति किल? साधारणतया अन्यत्र यङ्ग्लुकि नास्ति चेत् तत्र भवति किल भगिनि? परन्तु तत्र सामान्यदातु तादृशदातवः न सन्ति। यत्र यदा महोदय उक्तवान् यत्र सार्वधातुकप्रक्रिया अस्ति चेत् मध्ये आर्धधातुकः अस्ति चेत् मध्ये भवति इति कृत्वा तादृशस्थितिः कुत्रचित् अपि न प्राप्नुमः इति। तत्र हल्सन्धेः प्रसक्तिरेव न आगच्छति, यतोहि मध्ये विकरणप्रत्ययः वा इदागमः वा आगच्छति इति कृत्वा अकारस्य हल्सन्धेः अवसरः एव न भवति इति। इदानीम् अवगतम्। अग्रे किञ्चित् पठामि वा? यङ्ग्लुकि ये वकारान्तदातवः भवन्ति तेषां सकारे परे रालोपः इत्यनेन वकारलोपो भवति। यङ्ग्लुकि वकारान्तधातवः भवन्ति तेषां सकारे परे रालोपः इत्यनेन वकारलोपो भवति, अपि च येषां वकारान्तधातूनां रालोपः इत्यनेन वकारलोपः न भवति स्म, नाम येषां धातूनां वकारात् पूर्वं रेफः नास्ति तेषां धातूनां यङ्लुक् धातुः एव न भवति महाभाष्यस्य ज्ञापनात्. यथा दिव् धातुः स्वीकुर्मः चेत् महाभाष्यस्य ज्ञापकत्वात् तस्य युग यङ्लुगन्तधातुः नास्ति एव, यथा ष्टिवु ष्टिव् धातुः अपि तथा. तर्हि रेफपूर्वस्य वकार रूपाणि नास्ति इति, सर्वत्र यङ्लुकि केवलं वकारान्तधातुः पूर्वं रेफस्य सहित एव भवति इति. इदानीम् अवगतं, तदेव तत्र सर्वे दृष्टान्तः दत्तमस्ति. येषां वकारान्तधातूनाम् अन्तिमवकारात् प्राक् रेफः अस्ति, यथा दुर्व् तुर्व् थुर्व् दुर्व् मूर्व् पूर्व् खर्व् गर्व् चर्व् पर्व् भर्व् मर्व् शर्व् शर्व् एतादृशेभ्यः वकारान्तधातुभ्यः यङ्लुक् भवति, किन्तु येषाम् अन्तिमवकारस्य लोपो भवति रालोपः इति सूत्रेण एव. तोतुर्वियोगः सि इति यङ्लुक् रूपम् एकं स्वीकुर्मः चेत् तत्र तोतुर्व् इति यङ्लुकि यङ्लुक् धातुः अस्ति, तत्र रेफस्य अनन्तरं वकारः अस्ति, तदनन्तरं सकारः अस्ति, अत्र संयोगः अस्ति अन्ते, परन्तु तत्र वर्णकार्यं भवति इति कृत्वा राल्लोपः इति सूत्रेण वकारः वा चकारः परे भवति चेत् तस्य तयोः लोपः भवति इति, अतः अत्र झलादिप्रत्ययः परे अस्ति, रेफस्य अनन्तरं वकारः अस्ति इति कृत्वा वकारस्य लोपः भवति. इदानीं तोतुर्योगः सि इति भवति. इदानीम् उपदायाम् उकारः अस्ति, इक्वर्णः अस्ति इति कृत्वा पुगन्तलघुपदस्य कारणेन उपदायाः गुणः भूत्वा तोतोर्योगः सि इति भवति. तदनन्तरं रेफः तु इण्को वर्णः अस्ति इति कृत्वा सकारस्य षत्वविधिः भवति, अतः तोतोर्योगः षि इति कृत्वा तोतोर्षि इति रूपं भवति. अत्रापि यथा लोपो व्योर्वलि इत्यस्य प्रसक्तिः अस्ति, किन्तु तद् प्रभाते अपवादत्वेन राल्लोपः इति कृत्वा राल्लोपः अङ्गकार्यमस्ति. लोपो व्योर्वलि वर्णकार्यं प्रथम अध्याये आगच्छति. राल्लोपः अपि अङ्गकार्यम् इति न वक्तुं शक्नुमः, किमर्थमित्युक्ते वर्णनिमित्तिकं कार्यम् अस्ति, जलादि प्रत्ययः इति उक्तम् अस्ति किन्तु वर्णनिमित्तिकं कार्यम् आगच्छति. न्यूनकार्यक्षेत्रं तस्मात् यत्र लोपोव्योर्बलि प्रत्याहारे एव जलादि अस्ति चेत् वल् प्रत्याहारे भवति, अनुनासिक अपि वलि अस्ति, अनन्तरं क्वि इत्यपि वलि अस्ति इति कृत्वा वर्णकार्यम् अस्ति, परन्तु अङ्गस्य रात् छोः लोपः अनुनासिके क्वि जलुः एव वदामः किल भगिनि, तर्हि अङ्गकार्यम् इति न वदामः वा? यत्र अनुनासिके इति भागः स्वीकुर्मः चेत् तत्तु केवलं वर्णकार्यमेव अस्ति खलु, इति कृत्वा एव अहं वर्णनिमित्तिकं कार्यमेव इति उक्तवती. यद्यपि जलादिप्रत्ययः अस्ति किन्तु लोपो व्योर्वलि इति सूत्रं वा अथवा राल्लोपः वा? राल्लोपः. राल्लोपः अङ्गकार्यम् इति एव किल? अत्र तु अनुनासिकः प्रत्ययः इति न उक्तमस्ति खलु, अनुनासिके परे इति अस्ति. परन्तु चतुर्थ षष्ठाध्यायस्य चतुर्थपादे अस्ति, चतुर्थपादे तु अङ्गकार्यमेव भवति किल? तदेव मम प्रश्नः अस्ति, परन्तु चतुर्थपादे अङ्गकार्यम् इति कृत्वा यद्यपि तत्र प्रत्यये परे इति नास्ति, तथापि चतुर्थपादे अङ्गकार्यम् इति किल? अपि च अङ्गस्य लक्षणम् एवमस्ति किल, यस्मात् प्रत्यये विधिः तदादिप्रत्यये अङ्गम् इति. यदा प्रत्ययः परे अस्ति चेत् एव निश्चयेन प्रत्ययः इति वदति अनुनासिकस्य एक उदाहरणं वदतु भगिनि, तर्हि किञ्चित् स्पष्टं भवति. पूर्वं महोदयस्य पूर्वं पाठितवान्. उदाहरणं भगिनि, मम प्रश्नः अस्ति, पूर्वं परिच्छेदे यङ् लुकि ये वकारान्तधातवः भवन्ति तेषां सकारे परे रालोपरेफ परे अस्ति न रालोपः इति सूत्रं पठति वा भगिनि, भगिनी पठति वा अत्र सूत्रं रेफात् परस्य चकारवकारस्य च लोपो भवति द्वे झलादि प्रत्यये परे. तर्हि रेफापरः वकारः अस्ति चेत् अनन्तरं क्वे जलादि वा अनुनासिकः वा परे अस्ति चेत् सादृशवकारस्य लोपः भवति. अस्तु, ओ अत्र सकार तस्य परे अपि अस्ति. अस्तु, इदानीं परे तर्हि अत्र भगिनी श्रूयते वा? श्रूयते. पूर्वं सुब्रह्मण्यमहोदयेन पृष्टवान् किल, तत्र बन्द् इति धातु बन्स्यते, तत्र किमर्थम् एकाचो पशोपश् तत्र निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः किमर्थं न भवति इति. परन्तु पृच् इति धातु तत्र तु यदि व्रश्च ब्रश्च इत्यनेन शकारादेशः भवति, तत्र किमर्थं तत्र किमर्थं निमित्तस्य अपाये नैमित्तिकस्य अपाये इत्यनेन तकारस्य तकारः अपगच्छति इति पृष्टवान्. तत्र अहं किञ्चित् वक्तुम् इच्छामि. तत्र अहं किं चिन्तयामि इत्युक्ते, तत्र यत्र आगमः अस्ति, आगमः सर्वदा मित्रवत् भवति किल. तत्र यदि निमित्तम् अस्ति चेत् तत्र आगमः भवति, यदि निमित्तं नास्ति चेत् तत्र आगमः न भवति. परन्तु आदेशः सर्वदा शत्रुवत् इति कृत्वा सर्वदा एकस्य वर्णस्य स्थाने एव आगच्छति. एकस्य पशु फश् इति आदेशः अस्ति, एकस्य वर्णस्य स्थाने आगच्छति. अग्रे करीच अपि आदेशः अस्ति, अग्रे एकस्य वर्णस्य स्थाने आदेशः भवति इति कृत्वा तत्र निमित्तस्य अपायः इति न भवति. किमर्थम् इत्युक्ते आदेशः तु तस्य स्वभावस्य अनुसारेण कार्यं करोति, परन्तु आगमः यदि निमित्तमस्ति चेत् एव आगमः भवति, अन्यथा न भवति. तत् समीचीनमस्ति भगिनि. महोदय श्रुतवान् वा भगिन्याः वादः? आं भगिनि, श्रुतवान्. धन्यवादः भगिनि. धन्यवादः भगिनि. प्रायः स्वरूप महोदयमपि पृच्छतु, अहं तदेव उक्तवती. आमां, तत् समीचीनमपि मन्ये, निवारयति अस्माकं संशयं. हिम भगिनी दृष्टवती वा गत हल्सन्धि प्रथम पाठे अनुनासिक इति? किन्तु महोदय उदाहरणार्थं प्रत्ययमेव स्वीकृत्य उक्तवान्, तर्हि निश्चयेन अनुनासिकप्रत्ययः परे इति एव भवति. यथा महोदय उक्तवान् किम् आसीत् महोदय, किम् आसीत् तत्र सूत्रं किमासीत्? यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम्. धन्यवादः, द्रक्ष्यामि भगिनि. तर्हि समाप्तः खलु अद्यतनविषयः. भगिनी यदि सदा समाप्तः अस्ति चेत् एकः प्रश्नः प्रष्टुमिच्छामि. एकाचो बशो बश् तत्र सूत्रस्य विवरणे महोदयेन दत्तम् एकाचः झषन्तस्य इत्यनयोरेव विशेषणविशेष्यभावः इति, किन्तु तत्र तद् अवगतवान्, अतः एव एकाचः झषन्तस्य इति तयोः योजनं. किन्तु तत्र अनुवृत्तिसहितसूत्रं पश्यामश्चेत् धातोः एकाचः झषन्तस्य भषः इति पदचतुष्टयमस्ति षष्ट्यन्तरूपेण. तयोः मध्ये विशेषणविशेष्यभावः कथं भवति इति? तदेव तदेव प्रायः अहं चिन्तयामि, यथा पाणिनीयसूत्राणां यदा स्पष्टीकरणं स्पष्टता नास्ति तर्हि महाभाष्यकारेण वा वार्तिकं वा पतञ्जलिनं वा कदाचित् वररुचिना वा पतञ्जलिना वा कदाचित् एतादृशसूत्राणामपि उदाहरणसहितं चर्चा अपि भवति खलु, प्रायः तत्र स्पष्टीकृतं स्यात् इति मन्ये. दृष्ट्वा किञ्चित् भ्रमः जायते, किन्तु अग्रे ये व्याकरण वैयाकरणज्ञाः सन्ति ते प्रायः स्पष्टीकृतवन्तः, अनेन एव सङ्गच्छति धातोः इति न सङ्गच्छति, भषः इत्यपि न सङ्गच्छति, काचः भषः इति तत्तु न गच्छति खलु इति. धातोः गन्तुं शक्नोति नो चेत् चषन्तस्य इति. हा, इदानीं मम प्रश्नः किम् इत्युक्ते अत्र पदचतुष्टयम् अस्ति धातोः एकाचः झषन्तस्य भषः इति. तत्र भाष्यं तत्सर्वं दृष्ट्वा अस्माभिः कथम् अवगन्तव्यम् इति, एकाचः झषन्तस्य भषः धातोः इति धातोः इत्येव विशेष्यं, तस्य एकाचः झषन्तस्य भषः इति न, भषः इति विशेष्यं धातोः अंशः यः एकाचः, तदेव महोदयेन उक्तं तादृश अंशः इति, धातोः अंशः एकाचः दशन्तः अस्ति इति, एकाच दशन् दशन्तः अस्ति. धातोः अंशः यत् एकाचः अपि च झषन्तः अस्ति अस्ति एकाच् झषन्तः अस्ति, तस्य अंशस्य आदौ तस्य अंशस्य वशः इति आदौ किमर्थम् इत्युक्ते पञ्चमी अस्ति, क्षम्यतां षष्ठी अस्ति, तर्हि वशः अनन्तरं स्वोः इति सप्तमी अस्ति, तर्हि स्वोः इत्यस्मात् पूर्वं निश्चयेन भष आनेतव्यं, किन्तु झषन्तम् इति उक्तमस्ति तर्हि तस्मात् अपि पूर्वं भवेत् भषः इति अवगन्तुं शक्यते खलु. झषन्त अन्ते इति अस्ति, झषन्तम् अस्ति, झषन्तम् इत्युक्ते वर्ष तु तस्मात् पूर्वं भवेत् इति, अनन्तरम् एकाच् झषन्तम् इति अस्ति इति कृत्वा अन्ते प्रायः व्यञ्जनानि भवेत् किन्तु एक एव अच्वर्णः भवितुमर्हति. अस्तु भगिनि, तत् तत्तु एकः प्रश्नः आसीत्. अपि च अस्मिन् सूत्रे एव तत्र धोः पदस्य अन्ते च इति सप्तमीद्वयमस्ति किल, तत्र एकः परिभाषा अस्ति यस्मिन् विधिः तदादावल्ग्रहणे इति. यदा सप्तमीद्वयम् अस्ति चेत् तयोः मध्ये विशेषणविशेष्यभावम् अपि अस्ति चेत् तदन्तविधेः अपवादः न न, यस्मिन् विधि तदादवल्ग्रहणे इत्यनेन यदि अल् वर्णः अस्ति चेत् उदाहरणम् इस् सि इति अस्ति तर्हि अल् इति एकः एव अल् वर्णः सप्तम्याम् अस्ति. यस्मिन् विधिः इति इत्युक्ते सप्तमीनिर्देशः, तर्हि तादृश अल् अल् ग्रहणे इत्यनेन तद् आदि इति वक्तव्यं, तर्हि तादृशसकारादिप्रत्ययः सादिप्रत्ययः इति सादिवर्णः शब्दः इति वक्तुं शक्यते. अतः एव अत्र स्वोः इति अस्ति, तत्र एव यस्मिन् विधिः तदाल्दो अल्ग अत्र एव वर्णस्य एव निर्देशः खलु, यत्र वर्णनिर्देशः अस्ति तत्रैव आयाति तदादौ अल्ग्रहणे इति, अल्वर्णस्य निर्देशः अस्ति चेत् पदस्य अन्ते चेत् अल् निर्देशः नास्ति खलु. आम् नास्ति. अपि च अत्र द्वोः पदस्य अन्ते च एते अनि एतयोः मध्ये विशेषणविशेष्य भावमपि नास्ति किल. च इत्यनेन च इति अपि अत्र आयाति, अन्ते च इति अनुवृत्तिः अस्ति. अनुष्यं न भवितुम् अर्हति. स्वोः इति अन्ते अस्ति, विपरीतकार्यं भवति खलु. एकम् एकत्र वदामः सकारः परे भवतु इति, अनन्तरं वदामः पदान्ते अपि भवतु इति, तत्र न सङ्गच्छति इति कृत्वा. अस्तु भगिनि, धन्यवादः. तर्हि विरमामः वा? धन्यवादः. धन्यवादः. धन्यवादः. शुभरात्रिः. धन्यवादः.